अस्तु वदतु भगिनि एकनिमिषं वयम् इदानीं 211 पेज् मध्ये तृतीयपरिच्छेदे स्मः. अस्तु पठतु भगिनि. या च अभावघटिता व्याप्तिः साध्य अभावव्यापकीभूता अभावप्रतियोगित्वरूपा तत्र साध्य अभावः प्रविष्ट इति निरूपितम् एव. तदेव यदा वयम् इदानीं व्यतिरेकव्याप्तिः विषये स्मः तत्र या या अभावयोः व्याप्तिः वन्य अभाव व्यापकीभूत अभावप्रतियोगित्वरूपा इति अस्ति तदेव पुनः अत्र दत्तमस्ति यद् वयं पूर्वं निरूपितवन्तः अभावघटिता व्याप्तिः इत्यस्मिन् विषये. तदेव बन्नि अभावः व्याप्तिः सत्यं वन्य अभावः अस्मिन् अस्मिन् उदाहरणे अत्र प्रकृते उदाहरणे किम् अस्ति अभिधेयत्वम् आगच्छति. अभिधेयत्वं प्रकृते च अभिधेयत्वं साध्यम् अस्ति सर्वत्र इति तद्भावं ज्ञात्वा या व्याप्तिः ज्ञातव्या सा ज्ञातुं न शक्यते. अभिधेयत्वं तु सर्वत्र अस्ति. तद् अभावं ज्ञात्वा या व्याप्तिः ज्ञातव्या स ज्ञातुं न शक्यते. किमर्थम् इत्युक्ते अभिधेयत्वं तु सर्वत्र अस्ति तदेव अस्माकं साध्यः अस्ति तत्तु सर्वत्र अस्ति अतः तस्य अभावं ज्ञात्वा तत्तु अप्रसिद्धः एव किल तद् शक्यते. पूर्वं हि वह्नि अभावं हृदे ज्ञात्वा तत्र धूम अभावमपि ज्ञातवान्. पूर्वं यदा अस्माकं धूमवह्नि स्थले आसीत् तत्र वयं वह्नि अभावं हृदे इति ज्ञात्वा तत्र वयं धूमस्य अभावः अपि ज्ञातवन्तः. परन्तु अत्र किं अस्तु ततः तत् प्रतियोगित्वं धूमे ज्ञातमिति धूमे व्यतिरेकव्याप्तिः शून्येया इति निरूपितं. तत्र धूमस्य धूम अभावस्य प्रतियोगित्वं धूमे इति ज्ञात्वा तत्रापि धूमे व्यतिरेकव्याप्तिः शून्येया इत्युक्ते पूर्वमेव वयं तद् निरूपितवन्तः. अस्तु अभावः निरूपितवन्तः. प्रकृते तु साध्य अभावस्य शशविषाणवत् अप्रसिद्धया न सह क्वापि ज्ञातुं शक्यः इति नतरां तत्र हेतु अभावः तत् प्रतियोगित्वं वा हेतौ सम्भवति. प्रकृते अस्माकम् अभिधेयत्वविषये साध्य अभावस्य इत्युक्ते अभिधेयत्वस्य अभावः शशविषाणवत् इत्युक्ते अप्रसिद्धः अतः अभावः क्वापि ज्ञातुं शक्यः इति न क्वापि अभावः न क्वापि ज्ञातुं शक्यः इति तत्र नितरां वा नतरां तत्र हेतु अभावः तत् प्रतियोगित्वं वा हेतौ सम्भवति. हेतोः अभावः तस्य प्रतियोगित्वं हेतौ सम्भवति यथा तत्र वह्निस्थले वन्याभावं जले अस्ति तत्र धूमाभावः अपि जले अस्ति इति आसीत् किन्तु अत्र तथा नास्ति. तत्र प्रतियोगित्वं धूमे ज्ञातं तस्मात् धूमे व्यतिरेकव्याप्तिः साधितं किन्तु अत्र तथा तादृशस्थितिः नास्ति. अप्रसिद्धः अस्ति तस्मात् न ज्ञातुं शक्नुमः तर्हि प्रतियोगित्वमपि हेतौ न सम्भवति तत्सर्वम् अत्र तस्य प्रयोगः न भवति प्रयोजनं न भवति. Hmm. अतः इह व्यतिरेकघटितव्याप्तिग्रहः न सम्भवति इति अयं हेतुः केवल अन्वयी इति कथ्यते. अतः अत्र यद् व्यतिरेकघटितव्याप्तिग्रहः अत्र न सम्भवति एव, अतः एतत्तु केवल अन्वयी एव. अयं हेतुः इत्युक्ते प्रमेयत्वं किल, घटः विधेयत्ववान् प्रमेयत्वात्, अस्तु प्रमेयः एव प्रमेयत्वं. सरला भगिनी पठितुमिच्छति वा, पुस्तकमस्ति वा? आम् आम् एवं प्रश्नः अस्ति वा अस्मिन् कस्यापि? अस्तु. एवं विध सर्वत्र विद्यमान पदार्थ एव केवलान्वयी इति शास्त्रे व्यवह्यते. किं तस्य केवलान्वयत्वं नाम न तस्य क्वापि अत्यन्ताभावः भवति, तर्हि तथा नित्यत्व परिष्कारे पदार्थान्तरः ध्वंसाम् आदाय तत् प्रतियोगित्वमेव नित्यत्वं गगनादौ दर्शितम्. तत्वत् एव इहापि घटादि घटाद्यभाव आदाय तादृशम् तादृश अभावस्य यत् प्रतियोगित्वं तत् अभाव अभिधीयते अस्ति इति अभिधेयत्वं केवलान्वयी इति साधनीयम्. इदानीं पूर्वं वयं दृष्टवन्तः अभिधेयत्वं सर्वदा सर्वत्र अस्ति, तस्य अभावः न भवितुं शक्नोति. तथा अतः अभिधेयत्वं केवलान्वयी भवति. इदानीं कथं साधनीयम् अभिधेयत्वस्य केवलान्वयी इति वदति. सो एवंविध सर्वत्र विद्यमानपदार्थ अत्र भवति अभिधेयत्व. सो सर्वत्र विद्यमान अभिधेयत्व एव केवलान्वयी इति शास्त्रे व्यवहरते. सो केवल अभिधेयत्वं केवलान्वयी अस्ति, तस्य अभावः नास्ति इति शास्त्र वदति. किं तस्य केवलान्वयित्वं नाम, सो केवलान्वयित्व नाम किम् अस्ति? न तस्य क्वापि अत्यन्ताभावः भवति. अत्यन्ताभावः इत्युक्ते यस्य प्रतियोगित्वं, यदि घटाभावः अत्यन्ताभावः घटे एव प्रतियोगित्वा भवति. यदि केवलान्वयी अस्ति अभिधेयत्व, तस्य अभावः एव न अस्ति, तो कथम् अभिधेयत्वे तस्य प्रतियोगिता अभिधेयत्वे एव भवति इति तु नास्ति. तो केवलान्वयी अन्य परिभाषा भवति, यस्य अत्यन्ताभावः न भवति तत् अस्ति केवलान्वयी. तर्हि यथा नित्यत्व परिष्कारे पदार्थान् ध्वंसा आदाय तत् प्रतियोगित्वमेव नित्यत्व गगनादौ दर्शनम्. सो अन्यरीत्या इति इदानीं नित्यपदार्थस्य उदाहरणं स्वीकृत्य शास्त्रकारः वदति यथा गगनम् इति नित्यम् अस्ति, तस्य अभावः अपि न भवति. तत्रापि तस्य अभावः ध्वंसाभावः न अस्ति. तथैव तस्य पदार्थान्तरध्वंसम् आदाय प्रतियोगित्वम् एव नित्यत्वम् अस्ति. सो नित्यत्वं तस्य परिभाषा किं भवति? यस्य ध्वंसाभावः न भवति, ध्वंसाभावः प्रतियोगित्वं नास्ति, तत् भवति नित्यत्वं. साधु महोदय इति वाक्यस्य अर्थं हा किं सम्यक् एव. किम् केवलं वदामि अत्र यथा नित्यत्वं तत्र कथम् अवगन्तुं शक्नुमः? पदार्थ अन्तरं स्वीकृत्य नित्यत्वं गगनादौ कथं भवति? यथा घटः अस्ति तस्य ध्वंसः भवति, ध्वंसस्य प्रतियोगी अपरघटः एव घटः एव, तथा आकाशस्थले न भवति. तस्य अप्रतियोगित्वं भवति. तर्हि घटे घटाभावस्य घटप्रतियोगी भवति, किन्तु तस्य अप्रतियोगित्वं नित्यप्रदाते आगच्छति, यथा परमाणु वा गगनौ इति. साधु इत्युक्ते तत्र तत्र अभावं स्वीकृत्य, यथा पृच्छति शशविषाणः कथं भवति, बालकः पृच्छति ओ यथा धेनोः शृङ्गः अस्ति तथा शशः नास्ति, शशकस्य नास्ति इति उदाहरणं वदामः खलु. तथा यथा घटस्य ध्वंसः भवति तथा आकाशस्य ध्वंसः न भवति, इत्यस्मात् तस्य प्रतियोगित्वं नास्ति, अप्रतियोगित्वमेव तस्य तस्य किं तद्वत् एव इहापि घटाद्य अभावम् आदाय तादृश अभावस्य यत् प्रतियोगित्वं तत् अभाव अभिधेयत्वे अस्ति, अभिधेयत्वे केवलान्वये इति साधनीयं. तथैव यदि घटनिष्ठ प्रतियोगिता निरूपिता अनियोगिता घटाभावे, तत् घटाभावस्य अप्रतियोगित्वम् आगच्छति अभिधेयत्वे. साधु तत् अतः अनेन इति केवलान्वयी भवति अभिधेयत्व. प्रतियोगित्वस्य अभावः एव अभावः. साधु सम्यक् अस्ति. तव प्रिया भगिनी प्रश्नः अस्ति वा? न महोदय. अत्रापि परन्तु वयं अप्रतियोगी अपि अप्रसिद्धः इति वक्तुं शक्नुमः किल, गगनादौ इति यदा नित्यपदार्थस्य गगनादौ इति स्वीकृतवन्तः, तस्यापि अप्रतियोगी अप्रसिद्धः इति वक्तुं शक्नुमः किल? अप्रतियोगित्वम् अप्रसिद्धः नास्ति, अप्रतियोगित्वं तस्मिन् सर्वेषु पदार्थे प्रति भवति नित्यपदार्थे. तत्र अप्रतियोगित्वम् अप्रसिद्धः इति डबल् नेगेटिव् अस्ति खलु, प्रतियोगित्वम् अप्रसिद्धः तदेव, प्रतियोगित्वम् अप्रसिद्धः तदेव मम आशा आसीत्, परन्तु तादृशम् उक्तवती, कदापि न भवति इति. घटे तु घटाभावप्रतियोगित्वं यद्यपि नास्ति, घटे तु पटाभावप्रतियोगित्वं यद्यपि नास्ति, तथापि स्वभावप्रतियोगित्वं सुतराम् इति न सः तथा केवलन्वयी एवमेव पटादौ द्रष्टव्यम्. अतः एव शास्त्रे एतेषां व्यतिरेक इति व्यवहारो दृश्यते, येषां हि अभावः प्रसिद्ध्यति, अभिधेयत्वे तु न तथा इति तस्य केवलान्वयित्वं प्राक् उक्तम् एव. घटे तु पटाभावप्रतियोगित्वं यद्यपि नास्ति, अत्र वयं पूर्वं दृष्टवन्तः केवलान्वयी पदार्थ अभिधेयत्वं स्वीकृत्य तस्मिन् घटाभावस्य प्रतियोगित्वं नास्ति, मीन् घटाभावस्य अप्रतियोगित्वं भवति तत्र. इदानीं यदि घटे पटाभावस्य अप्रतियोगित्वम् अपि अस्ति, तत् वयं वक्तुं शक्नुमः, सो घटे प्रति यथा अभिधेयत्वे घटाभावस्य प्रतियोगित्वं नास्ति, तथैव घटे अपि पटाभावस्य प्रतियोगित्वं नास्ति, सो घटाभाव अत्र घट अपि केवलान्वयी भवितुं शक्नोति वा इति आपत्ति या आगच्छति तस्य निवारणार्थम् एतत् किं वदति, स्वभावप्रतियोगित्वं सुतराम् इति न सा तथा केवलं कथं न स्वभाव स्वभाव न स्वभाव स्व अभाव स्व अभाव या तस्य निवारणार्थं यदि घटे स्व अभावस्य अप्रतियोगित्वं तु नितरां नास्ति. घटे घटाभावः प्रतियोगित्वं सदैव भवति. तस्य साधनीयम् इति कृत्वा शास्त्रकारः वदति अभिधेयत्वं केवलान्वयी भवति. कारणकी अभिधेयत्वे स्वस्य अभावः नास्ति, स्वस्य प्रति अपि प्रतियोगित्वं नास्ति. घटे स्वस्य प्रतियोगिता अस्ति, स्वस्य अभावः प्रति यतोहि घटे पटाभावस्य प्रतियोगित्वं नास्ति इति द्वितीयबिन्दु केवलान्वयी प्रति शास्त्रकारः वदति. एवमेव पटादौ द्रष्टव्यम्. अतः एव शास्त्रे एतेषां व्यतिरेक इति व्यवहारो दृश्यते, येषां हि अभावः प्रसिद्ध अभिधेयते तु न तथा इति तस्य केवलान्वयित्वं प्राक् उक्तम्. एवमेव पटादौ यथा घटे घटाभावप्रतियोगित्वम् अस्ति, स्वस्य अभावप्रति प्रतियोगित्वम् अस्ति, किन्तु पटाभाव प्रति प्रतियोगित्वं नास्ति. तथैव पटादौ अन्ये पदार्थानाम् अपि स्वस्यं प्रति प्रतियोगित्वं स्वस्यम् अभावप्रति प्रतियोगित्वम् अस्ति, किन्तु अन्ये पदार्थेषु प्रति तेषां प्रतियोगित्वं नास्ति. किन्तु शास्त्रे एतेषां व्यतिरेक इति व्यवहारो दृश्यते. यदि अत्र व्यतिरेकव्यवहारः भवति, घटा यत्र साध्याभावः तत्र भवति हेत्वाभावः. साधु यत्र अभावः प्रसिद्धः, अभावः भवितुम् अर्हति, तत्र व्यतिरेकव्याप्तिः वक्तुं शक्नुमः. यतोहि तत् साध्याभावः हेतु अभावः इति वाक्ये आगच्छति खलु, व्यतिरेकव्याप्तौ. तत्र अभावः आवश्यकः व्यतिरेकव्याप्तिविषये. कस्यापि पदार्थस्य अभावः आवश्यकः, येषाम् अभावः प्रसिद्ध्यति तत्र एव व्यतिरेकव्याप्तिः भवितुं सम्भवति. आमाम्, अत्र अभिधेयत्वे स्वस्य अभावः एव नास्ति, व्यतिरेक व्याप्तिः न आगच्छति तत्र. तस्मात् केवल अन्वयित्वमेव साध्यते. प्रथम सा उक्तवती प्रथमे केवलान्वयी अस्ति, कारणकी किम् अस्ति तत्र प्रथमे या सा उक्तवती तस्य अभावः एव प्रसिद्धः अस्ति. द्वितीयं बिन्दुः अस्ति यस्य स्वस्य अभावः नास्ति, तत्र एव केवलान्वयित्वं भवति, व्यतिरेक स्वभावः न आगच्छति तत्र. द्वे बिन्दु तत्र अस्ति. अत्र पश्यतु ध्वनिधूमयोः उदाहरणे व्याप्तिद्वयम् अस्ति खलु, अन्वयव्याप्तिः अपि अस्ति, व्यतिरेकव्याप्तिः अपि अस्ति खलु. तर्हि यत्र अभावप्रतियोगित्वं न भवति, स्वभावप्रतियोगित्वं न भवति, तत्र अवश्यं केवलान्वयी न भवति. यत्र अभावस्य प्रतियोगिता नास्ति, यथा अभिधेयत्वं नास्ति इत्युक्ते अप्रसिद्धः नास्ति इति न वक्तव्यम्, अप्रसिद्धः अस्ति, तत्र केवलान्वयी एव भवितुमर्हति. तदस्ति वा रमप्रिय भगिनि? आं महोदय. सरला भगिनी? आमां महोदय. अस्तु अग्रे रामप्रिया भगिनी पठतु अग्रे. एवमेव एवमेव प्रमेयत्वरूपहेतुरपि ज्ञातव्यः. प्रमा च यथार्थज्ञानम् ईश्वरीयज्ञानं भवति तदाविधं तथाविधं तद्विषयत्वं च प्रमेयत्वं तदपि घटे पटे मटे सर्वत्र जगति वर्तते इति तदपि भवति केवलान्वयी तद्भावोऽपि तर्हि अप्रसिद्धः अतः एतु अभावघटिता व्याप्तिः ज्ञातुं न शक्यते तदेतत् सर्वं मनसि निधाय उक्तं सर्वस्य एव प्रमेयत्वात् अभिधेयत्वात् अभिधेयत्वाञ्च इति अस्तु एवमेव यदा वयं पूर्वस्मिन् परिच्छेदे केवलान्वयी व्यतिरेकी इति विषयद्वयं दृष्टवन्तः तादृशमेव प्रमेयत्वरूपहेतुः अपि ज्ञातव्यः प्रमेयत्वम् इति अस्माकं हेतुः अस्ति अस्तु प्रमा च यथार्थज्ञानं घटः अभिधेयत्ववान् प्रमेयत्वात् इति अस्ति तत्र प्रमेयत्वरूपहेतुः ज्ञातव्यः अत्र किं वदति यथा एतावता अभिधेयत्वविषये अभावः अप्रसिद्धः इति साधितं खलु अभिधेयत्वस्य अभावः अप्रसिद्धः इति एतावता साधितम् खलु तथा एव अत्र प्रमेयत्वस्य अपि साध्यस्य अभावविषये साधितं साध्याभावः साध्याभावः अप्रसिद्धः तथा एव एवमेव हेतु अभावः अपि ज्ञातव्यम् इति अग्रे प्रथमवाक्यस्य एषः अर्थः तथा एव यथा अभिधेयत्वं तथा प्रमेयत्वं हेतुः प्रमा तु यथार्थज्ञानम् अस्ति ईश्वरीयज्ञानं भवति तथाविधम् ईश्वरीयज्ञानं यथा प्रमा यथार्थज्ञानम् अस्ति तथा ईश्वरीयज्ञानं भवति तथाविधम् इत्युक्ते यथा प्रमा भवति तादृशमेव तद्विषय अत्र ईश्वरीयज्ञानं तत्र यथार्थज्ञानम् अवश्यम् अस्मान् मनुष्याणां ज्ञानम् अल्पं कुत्रचित् यथार्थज्ञानं न भवितुम् अर्हति अयथार्थज्ञानं भवितुम् अर्हति किन्तु ईश्वरीयज्ञानं न कदापि अयथार्थज्ञानं सर्वदा यथार्थज्ञानम् अपि च सर्वज्ञानम् ईश्वरः सर्वज्ञः इति तत् प्रमेयत्वं सर्वत्र इति वदामः खलु तथा ईश्वरीयज्ञानं सर्वं तत्र अन्तर्भूतः अस्ति इति तद्विषयत्वं च प्रमेयत्वं तद्विषयत्वम् इत्युक्ते अत्र ईश्वरीयज्ञानविषये तत्तु तद्विषयत्वं च प्रमेयत्वं तदपि कुत्र कुत्र भवति इत्युक्ते घटे पटे मठे सर्वत्र जगति वर्तते इति तदपि भवति केवलान्वयी यदा वयम् अभिधेयत्वविषये दृष्टवन्तः तादृशम् इदानीम् अस्माकं हेतुः यद् प्रमेयः प्रमा अस्ति तदपि स विषय कम् अस्ति तदपि घटे पटे मठे सर्वत्र जगति वर्तते तदपि केवलान्वयी अस्ति तस्य अभावः इत्युक्ते प्रमायाः अभावः अपि अप्रसिद्धः अतः हेतु अभावघटिता व्याप्तिः ज्ञातुं न शक्यते अतः तस्य अपि प्रमेयत्वस्य तदेव किल प्रमेयत्वं प्रमेयत्वस्य अभावघटिता व्याप्तिः अपि ज्ञातुं न शक्यते यदा अभिधेयत्वस्य तदेतत् सर्वं मनसि निधाय उक्तं सर्वस्य एव प्रमेयत्वात् अभिधेयत्वाञ्च तदेव तद् एतत् सर्वं ज्ञात्वा एव उक्तं यत् सर्वस्य एव प्रमेयत्वात् अभिधेयत्वाञ्च तादृशमेव यदा अभिधेयत्वम् आसीत् तादृशमेव प्रमेयत्वमपि अस्ति तस्य अभावः अपि अप्रसिद्धः तदपि सर्वत्र जगति वर्तते अत्र अभिधेयत्वाच्च तत्र कथं भवति अभिधेयत्वात् च प्रश्नः अस्ति किमपि साधु एव अस्तु अग्रिमं परिचयं कृपया पठतु, अनन्तरं पुनः शल्ला भगिनी पठिष्यति. अत्र किञ्चित् अवगन्तव्यमस्ति विषयः. मन्दं पठतु. कीदृशस्तर्हि व्याप्तिग्रहः प्रकृते उच्यते? साध्यहेतु हेतु अन्वयी व्याप्तिरेव इह गृह्यते. प्रमेयत्वस्य यद् अधिकरणं भूतलं तत्र विद्यमानः अभावः न हि अभिधेयत्वस्य अभावः तस्य अप्रसिद्धत्वात्. किन्तु घटो नास्ति इति अभावः, तत् प्रतियोगित्वं घटे. प्रतियोगित्व अभावः अभिधेयत्वे इति भवति. अभिधेयत्वं प्रमेयत्वस्य व्यापकम्, तत् समानाधिकरण्यं प्रमेयत्वे अस्ति इति. प्रमेयत्वे अभिधेयत्वस्य अन्वयव्याप्तिः आगता. तादृशस्य प्रमेयत्वस्य घटे ज्ञानमेव इह परामर्शः. तद् आकारस्तु घटः प्रमेयत्वात् अधिकरण क्षम्यतां घटः प्रमेयत्वात् अधिकरण प्रमेयत्व अधिकरण तदेव प्रमेयत्व अधिकरण वृत्ति अभाव प्रतियोगित्व अभाववत् अभिधेयत्व समानाधिकरण प्रमेयत्ववान् इति. तेन च घटः अभिधेयत्ववान् इति अनुमितिः जायते इति सिद्धं प्रमेयत्वस्य केवल अन्वयित्वम्. अस्तु, इदानीं यदा वयं पूर्वं दृष्टवन्तः सर्वस्यैव प्रमेयत्वात् अभिधेयत्वात् च इति, कीदृशम् इदानीं कीदृशतर्हि व्याप्तिग्रहः प्रकृते कीदृशं भवति व्याप्तिग्रहः इदानीम् इति प्रश्नः. तत्र उच्यते साध्यहेतोः हेतौ इति भवति किल सन्धि. साध्यहेतौ अन्वयी व्याप्तिरेव विसर्गसन्धि क्षम्यतां. तत्र द्विवचनं सप्तमी खलु, षष्टि द्विवचनं साध्यहेतोः इति भवति. साध्यस्य हेतोचो तयोः इति, तथा साध्यहेतुः तयोः साध्यहेतोः साध्यहेत्वोः अन्वयी. अस्तु, अन्वयी व्याप्तिः एव इह गृह्यते. अस्तु, साध्यः हेतुः अस्ति अस्माकं प्रमेयत्वं, साध्यः अस्ति अभिधेयत्वं, तयोः अन्वयव्याप्तिः एव इह गृह्यते. कथम् इति दत्तमस्ति. प्रमेयत्वस्य यत् अधिकरणं भूतलं तत्र विद्यमानः अभावः. अस्तु, प्रमेयत्वस्य अधिकरणम् अस्ति भूतलम्. अस्तु, यदा अस्माकं उदाहरणत्वेन यद् भूतलं स्वीकृतं तत्र विद्यमानः अभावः, भूतले यद् विद्यमानः अभावः अस्ति तदेव अस्माकं प्रमेयत्वस्य अधिकरणम् अस्ति प्रथमम्. अनन्तरं न हि अभिधेयत्वस्य अभावः. तत्र तु एकनिमिषं पुनः वदतु. प्रमेयत्वस्य किम् उक्तं? प्रमेयत्वस्य यद् अधिकरणं भूतलम् अस्तु तत्र विद्यमानः अभावः, भूतले यद् अभावः विद्यमानः अस्ति, यद् अभावः वर्तते भूतलमेव प्रमेयत्वस्य अधिकरणं किल. प्रमेयत्वस्य अधिकरणं भूतलं, भूतले अभावः वर्तते सत्यं. नहि अभिधेय भूतले यत्किमपि भूतले विद्यमानः अभावः भवतु अग्रे. नहि अभिधेयत्वस्य अभावः, यत्किमपि भवितुम् अर्हति परन्तु अभिधेयत्वस्य अभावः भूतले न भवितुम् अर्हति न भवति किल न अप्रसिद्धम् अस्ति, अप्रसिद्धः, अभिधेयत्वस्य अभावः अप्रसिद्धः अस्तु. किन्तु घटो नास्ति इति अभावः अस्तु. इदानीं यदा वयं घटः नास्ति इति स्वीकुर्मः चेत् तत्तु भूतले घटः नास्ति इति स्वीकुर्मः चेत् तत्तु अभावः एव. तत् प्रतियोगित्वं घटे अस्तु, तदेव भूतले घटः नास्ति इति यद् अभावः अस्ति तस्य प्रतियोगिता घटे एव वर्तते. प्रतियोगित्व अभावः अभिधेयत्वे इति भवति, अभिधेयत्वं प्रमेयत्वस्य व्यापकम् अस्तु. प्रतियोगित्वं घटे, तत् सत्यं. प्रतियोगित्व अभावः, प्रतियोगित्वस्य अभावः अभिधेयत्वे इति भवति. कथम् अभिधेयत्वे आनीतवन्तः अभिधेयत्वम्? अत्र मध्ये यत् लक्षणं पूर्वम् अस्माभिः स्वीकृतं साध्य अभावव्यापकीभूत अभावप्रतियोगित्वरूप अथवा अग्रे अग्रे लिखितम् अस्ति तत् परिच्छेदस्य अन्तिमवाक्ये. तद् अकारः तु प्रमेयत्व अधिकरण वृत्ति अभावप्रतियोगित्व अभाववत् अभिधेयत्वसमानाधिकरणम् इति व्याप्तेः लक्षणम्. व्याप्तेः लक्षणं हेतु अधिकरण वृत्ति हेतु अधिकरण वृत्ति अभाव प्रतियोगित्व अभाव साध्य सामानाधिकरण्यम् इत्युक्ते एकस्मिन् अधिकरणे यस्मिन् अधिकरणे यः हेतोः अधिकरणम् अस्ति तस्मिन् अधिकरणे यः अभावः वर्तते तस्य अभावस्य अप्रतियोगित्वम् अथवा प्रतियोगित्व अभावः साध्ये भवतु अपि च साध्यः तस्मिन्नेव अधिकरणे भवतु. समानाधिकरणे साध्यः भवेत् इति लक्षणम्. पुनः वदामि, हेतु अधिकरण हेतुअधिकरण तद्वृत्ति अभावः तस्य प्रतियोगित्व अभावः तदेव साध्यः तयोः समानाधिकरण्यं भवेत् इति एव व्याप्तेः लक्षणम् अस्तु. अस्माकं हेतु अधिकरणं तु हेतुः प्रमेयत्वं तस्य अधिकरणम् अस्ति भूतलं. वृत्ति अभावः अधिकरणं भूतले विद्यमानः अभावः अस्माकम् इदानीं घट अभावः. तस्य प्रतियोगित्वं तु घटे अस्ति, परन्तु वयं किं साधनीयम् इत्युक्ते अप्रतियोगित्वम् अप्रतियोगित्वं साध्ये अस्ति. साध्यम् इति अस्माकम् अभिधेयत्वं तयोः मध्ये भूतले अभिधेयत्वम् अस्ति, अतः तयोः मध्ये समानाधिकरणं समानाधिकरण्यम् अस्ति. तदेव अस्माकं व्याप्तिः. अत्र अभिधेयत्वं भूतले अस्ति इति कथं जानीमः? अभिधेयत्वं तु सर्वत्र एव अस्ति अस्ति किल, पटे पटे सर्वत्र अस्ति, अतः भूतलं शब्दवाच्यमस्ति खलु. आम्, तर्हि अभिधेयत्वम् अस्ति. आम् आम् अवश्यम् अस्ति. आम् सम्यक्, तथा एव अस्ति, तदेव लिखितम्. अवगतम् अस्तु. तत् समानाधिकरण्यं प्रमेयत्वे अस्ति इति प्रमेयत्वे अभिधेयत्वस्य अन्वयव्याप्तिः आगता, तदेव वयम् इदानीं साधितवन्तः. अत्र तत् सामानाधिकरणं सामानाधिकरणम् तत्र भेदः अवगच्छति खलु. तस्य भावः किल समानाधिकरण्यं समानाधिकरणस्य भावः न केवलं तथा यथा भूतलमस्ति भूतलम् अधिकरणम् अस्ति तत्र पुस्तकम् अस्ति घटः अस्ति भूतलं समानाधिकरणं तद् भूतले समानाधिकरणता अस्ति भूतले किन्तु पुस्तकघटयोः सामानादिकरण्यम् अस्ति अधिकरणं भूतलं सामानादिकरण्यं घटपुस्तकयोः कामन् सब्स्ट्रेट्नेस् इति सामानादिकरण्यम् चलु आं महोदय अस्तु तादृशस्य प्रमेयत्वस्य घटे ज्ञानम् एव इह परामर्शः यद् प्रमेयत्वं वयम् इदानीम् आनीतवन्तः तत् सामानादिकरण्यं प्रमेयत्वे अस्ति इति प्रमेयत्वे अभिधेयत्वस्य अन्वयव्याप्तिः आगता तादृशस्य प्रमेयत्वस्य घटे ज्ञानम् एव इह परामर्शः यद् घटे तस्य ज्ञानं कीदृशः प्रमेयत्वं यत् प्रमेयत्वे अभिधेयस्य यत् अन्वयव्याप्तिः आगता तादृशस्य प्रमेयत्वस्य घटे ज्ञानम् इह परामर्शः सम्यक् इत्युक्ते व्याप्तिविशिष्ट व्याप्तिविशिष्ट तद् आकारः तु घटः प्रमेयत्व अधिकरण वृत्ति अभाव प्रतियोगित्व अभाववत् अभिधेयत्व समानाधिकरण प्रमेयत्ववान् इति अस्तु आकारः किं भवति इत्युक्ते घटः प्रमेयत्व अधिकरण प्रमेयत्व अधिकरण तदेव अस्माकं भूतलं प्रमेयत्व अधिकरण वृत्ति अभाव प्रतियोगित्व अभाववत् अभाववत् इति अस्माकं साध्यं किल साध्यम् अभिधेयत्व समानाधिकरण प्रमेयत्ववान् इति अस्माकं घटः कीदृशं वाक्यं भवति व्याप्तिविशिष्ट प्रमेय क्षम्यतां ज्ञानं परामर्शः किमपि आगच्छति प्रमेयत्वस्य पक्षधर्मता ज्ञानं प्रमेयत्वस्य पक्षधर्मता इति चिन्तयामि पक्षधर्मता ज्ञानम् इति स्मरामि व्याप्तिविशिष्ट वह्निधूम उदाहरणे किम् आसीत् वह्निधूम उदाहरणे परामर्शः कीदृशः आसीत् व्याप्तिविशिष्ट पक्षधर्मता ज्ञानं किमपि तदेव किल पक्षधर्मता परामर्शः इत्युक्ते अत्र कथं भवति अत्र व्याप्तिविशिष्ट प्रमेयत्वम् आगच्छति किल एवं चिन्तयतु पर्वतः वह्निव्याप्य धूमवान् इति भिन्नरीत्या यथा व्याप्तिविशिष्टपक्षधर्मता पर्वते भिन्नरीत्या वदामश्चेत् पर्वतः वह्निव्याप्य धूमवान् इति अथवा पक्षः साध्यव्याप्य हेतुमान् इति सामान्यरूपम् पक्षः साध्य व्याप्य हेतुमान् वह्निव्याप्य धूमवान् पर्वतः तथा एव अत्र पक्षः व्याप्तिविशिष्टहेतुमान् इति वक्तुमिच्छति. साधु हेतुमान् इति अस्माकं प्रमेयत्वं प्रमेयत्ववान् अन्तिमपदम् अस्मिन् दीर्घवाक्ये अन्तिमपदं प्रमेयत्ववान् इति अस्ति खलु. मध्ये यत्किमपि अस्ति तत्सर्वं व्याप्तेः लक्षणं. पक्षः एतादृशव्याप्तिविशिष्टप्रमेयत्ववान् हेतुमान् कीदृशव्याप्तिविशिष्ट किम् व्याप्तिविशिष्ट प्रमेयत्व प्रमेयत्वं कथम् आगच्छति तदेव मम घटः प्रमेयत्व अधिकरण किल प्रमेयत्वम् अत्र हेतुः अस्ति खलु. आम् अस्तु हेतु अधिकरण वृत्ति अभाव ओ अस्तु हेतु अधिकरण वृत्ति अभाव अप्रतियोगी अप्रतियोगी सा एव अस्माकं साध्यः तस्य समानाधिकरण्यं समा एव व्याप्तिः व्याप्तिविशिष्ट प्रमेयत्व प्रमेयत्ववान् अयं पक्षः अयं पक्षः अवगतम् अयं घटः अयं घटः दीर्घव्याक्यव्याप्तिः विशिष्ट हेतुमान् प्रमेयत्ववान् इति वक्तुमिच्छति. आम् आम् तद् आम् पुनः पुनः एकवारं तदाकारः अस्तु तस्य प्रतिपादनकारः तु घटः प्रमेयत्व अधिकरण वृत्ति अभाव प्रतियोगित्व अभाववत् इति अस्माकं साध्यमस्ति तदेव अभाववत् साध्य अभिधेयत्व समानाधिकरण प्रमेयत्ववान् इति घटः तत्र हेतु अधिकरण वृत्ति अभाव अप्रतियोगी इति साध्यः तस्य समानाधिकरणम् एव व्याप्तिः व्याप्तिविशिष्ट प्रमेयत्ववान् इति अस्माकं परामर्शज्ञानम् तेन च घटः अभिधेयत्ववान् इति अनुमितिः जायते तेनैव अस्माकम् एतद् दीर्घवाक्येन एव अभिधेयत्ववान् इति अनुमितिः जायते इति सिद्धं प्रमेयत्वस्य केवल अन्वयित्वं तदेव वयं निरूपितवन्तः केवलान्वयी साधु अस्ति. आं महोदय तत्र शैली अवगतः खलु कथम् आम् ब्रह्मास्तु पुनः पुनः वदतु कीदृशतर्हि व्याप्तिगृहे प्रकृते उच्यते साध्यहेत्वो अन्वयव्याप्ति एव इति गृह्यते इत्युक्ते व्याप्तिज्ञानं की प्रकृते के अभिधेयत्व केवल अन्वयित्वम् इति अस्ति प्रकृते उदाहरणं तो व्याप्तिः कीदृशः अस्ति तस्य उत्तरमस्ति साध्यहेतोः अन्वयव्याप्ति एव गृह्यते. सो प्रकृते उदाहरणे अव्याप्तिरूपम् अस्ति साध्यहेतो अन्वयव्याप्ति सो साध्यम् अस्ति अभिधेयत्वं हेतु अस्ति प्रमेयत्वं तयोः मध्ये अन्वयव्याप्तिः इति आगच्छति. प्रमेयत्व यत् अधिकरणं भूतलं तत्र विद्यमान अभाव न हि अभावत्वस्य अभाव तस्य अप्रसजित्वात्, तस्य कारणं किम् अस्ति, प्रमेयत्व यदि हेतुः अस्ति तस्य अधिकरणं भूतलं यदि वयं स्वीकुर्मः तत्र विद्यमान अभावः यस्मिन् यत् अभावः आगच्छति यत्र घटा अभावः किमपि अभावः भवेत् न हि अभिदेवतस्य अभावः तस्य अभावस्य यत् प्रतियोगिता अभिधेयते न आगच्छति तत् अप्रसिद्धत्वात् तस्य तत् भवति अप्रसिद्धम् इति कारणं तत् अभिधेयत्वे प्रमेयत्वे तयोः मध्ये केवलान्वयी व्याप्तिः आगच्छति. साधु अस्तु. किन्तु घटो नास्ति इति अभावः, घट नास्ति इति घटस्य अभावः भवति तत् प्रतियोगित्वं घटे. सो घटस्य अभावस्य प्रतियोगित्वा घटे अस्ति, प्रतियोगित्वा अभावः अभिधेयत्वे इति भवति. किन्तु यत् घट अभावस्य प्रतियोगिता घटे अस्ति तत् प्रतियोगित्व अभिधेयत्वे न भवति, अभिधेयत्वे आगच्छति अप्रतियोगिता इति भवति. अभिधेयत्वं प्रतियोगत्वस्य व्यापकम्, अतः अभिधेयत्वं अभिधेयते व्यापकता अध्यारोप्यते, प्रमेयत्वे व्याप्यता अध्यारोप्यते. यथा वह्नी इति साध्यम् अस्ति तो वह्नी व्यापकं भवति, हेतु धूम अस्ति तु धूम भवति व्याप्य. सो अत्र प्रतियोगित्वा सा अभाव अभिधेयत्वे अस्ति. सो तत्र अभिधेयत्वं साध्यम् अस्ति, सो साध्यम् अस्ति अत्र साध्ये व्यापकता अस्ति, प्रमेयत्वे व्याप्यता अस्ति. तत्र सामानाधिकरणं प्रमेयत्वम् अस्ति इति प्रमेयत्वे अभिधेयत्वस्य अधिकरण अन्वयव्याप्तिगता. वयं पूर्वं ज्ञातवन्तः अन्वयव्याप्ति तस्य लक्षणवाक्यमस्ति, हेतु अधुकरणवृत्ति अत्यन्ताभाव अप्रतियोगित्वं साध्यसमानाधिकरणम् इति भवति लक्षणवाक्यं. तु इदानीं कथं साधितं भवति, यत् प्रतियोगित्वं तत् प्रतियोगित्वं घटे प्रतियोगित्वा अभाव अभित्वे इति भवति, अभिदेवतस्य प्रमेयत्वस्य व्यापकं तत्त्वं तत् सामानाधिकरणं प्रमेयत्वे अस्ति इति प्रमेयत्व अभिधेयत्वे अन्वयव्याप्ति. सो भूतले यदि वयं यथा चित्रम् अस्ति, प्रमेयत्व अस्ति घटादि, तत्र भूतलमपि वयं वक्तुं शक्नुमः, किमपि पदार्थं वक्तुं शक्नुमः. तस्य वृत्तित्वं पटे पटाभाव प्रति वृत्तित्वम् आगच्छति, मीन्स् घटे घटे अनियोगिता भवति, घटस्य वृत्तित्वं पटस्य अभावः तत् भवति, प्रतियोगिता पटे अस्ति किन्तु तत् पटाभावस्य प्रतियोगितास्य अभावः अभिधेयत्वे अस्ति, तत् अभिधेयत्वं यदि घटे अस्ति घट एव हि प्रमेयत्वस्य कारणं भवति, प्रमेयत्वम् इति प्रमा. सो द्वयोः अभिधेयत्व प्रमेयत्वेव तयोः एकं मे अधिकरणमस्ति घट. सो यत् अस्ति प्रमेयत्वघट प्रमेयत्व अभिधेयत्व द्वयोः समानाधिकरणम् एकं भवति घट. सो अभिधेयत्व अति साध्यं, सो साध्य प्रमेयत्वमस्ति हेतु, साध्यहेत्वयोः समानाधिकरणं भवति. सो इदानीं यदि अत्र वदति तत् प्रतियोगित्वं घटे प्रतियोगित्वाभाव अभिधेयत्वे, यथा वयं चित्रे दृष्टामः पश्यामः प्रतियोगित्वाभाव अभिधेयत्वे अभिधेयते प्रमेयत्वस्य व्यापकं तत् सामानाधिकरणं प्रमेयत्वे अस्ति इति प्रमेयत्वे अभिधेयते अन्वयव्याप्ति तादृशयुक्ते तादृशप्रमेयत्वम् इति हेतो व्याप्ति भवति सा व्याप्ति अस्ति अन्वयव्याप्ति सो इदानीं प्रमेयत्वं भवति व्याप्तिविशिष्ट सो व्याप्तिविशिष्टप्रमेयत्वं घटे ज्ञानमेव सो घटे घटम् इदं भवति पक्षः अस्ति सो घटं ज्ञानम् एव परामर्श सो घटे अस्ति प्रमेयत्वम् अपि अभिधेयत्वं द्वयोः पक्षः अस्ति तत्र पक्षे सो घटे ज्ञानम् इति भवति प्रमेय घटस्य ज्ञानं यथा पक्षधर्मता ज्ञानम् अस्ति तत् भवति घटे आगच्छति परामर्श परामर्शस्य वयं जानीमः व्याप्तिविशिष्टपक्षधर्मता ज्ञानं सो अत्र व्याप्तिविशिष्ट अस्ति प्रमेयत्वम् अन्वयव्याप्तिविशिष्टप्रमेयत्वं तस्य पक्षधर्मता ज्ञानं घटे इति आगच्छति पक्षे धर्मता अस्ति प्रमेयत्वं पक्षस्य धर्मे हेतु प्रमेयत्वम् एव अस्तु इदानीं विस्तृतरूपेण हेतु अधिकरणवृत्ति अत्यन्ताभावः प्रतियोगित्वं साध्यसमानाधिकरणं तस्य बृहत् वाक्यं दत्तमस्ति घटः प्रमेयत्व अधिकरण वृत्तित्वाभाव प्रतियोगित्वाभाववत् अभिधेयत्व समानाधिकरणप्रमेयत्ववान् इति सो घटः अपि तत् अस्ति घटः प्रमेयत्व अधिकरण मीन्स् प्रमेयत्वति हेतु अधिकरण वृत्तित्वाभाव यथा वृत्ति अभाव यथा पटाभावस्य प्रतियोगिता अभाववत् इति मीन्स् अत्र भवति साध्याभाववत् अभिधेयत्वं यत्र पटाभावस्य अभिधेयत्वे पटाभावस्य प्रतियोगिता अप्रतियोगिता अस्ति अभिधेयत्वे तस्य सामानाधिकरण प्रमेयत्ववान् इति भवति घटः कारणं कि प्रमेयत्व घटे एव अस्ति प्रमेयत्ववान् घट भवति इति एतत् अस्ति परामर्शस्य व्याकं परामर्शज्ञानस्य व्याकं प्रमेयत्व अधिकरणवृत्तित्वाभाव प्रतियोगित्वाभाववत् अभिधेयत्वसमानाधिकरण प्रमेयत्वान् इति तेन एव घट अभिधेयत्ववान् इति अनुमितिः भवति यत्र प्रमेयत्वम् अस्ति तत्र एव अभिधेयत्वम् अस्ति तो अत्र अनुमानम् आगच्छति घट अभिधेयत्वा तेन इत्युक्ते केन तेन मीन्स् परामर्शज्ञाने ज्ञानेन अभिधेयत्ववान् इति घट भवति अनुमति जायते इति सिद्धं प्रमेयत्वस्य केवलनावित्यं सो प्रमेयत्वमपि केवलन्वयी भवति हेतुः केवलन्वयी लिङ्गस्य त्रिविधम् अस्ति खलु लिङ्गमिति हेतोः त्रैविध्यम् केवलान्वयी केवलव्यतिरेकी अन्वयव्यतिरेकी इति हेतोः त्रैविध्यम् इति पूर्वं तथैव अस्ति अत्र घटः प्रमेयत्वम् इत्युक्ते हेतोः यत् अधिकरणं तस्मिन् अधिकरणे तद्वृत्तीयः अभावः अस्ति पटाभावः वा किमपि अभावः तस्य प्रतियोगित्व अभाववत् यत् साध्यम् अभिधेयं अविधेयत्वं तत् समानाधिकरणं घटः अपि च प्रमेयत्ववान् घटः तादृशघट प्रमेयत्ववान् घटः व्याप्ते समानाधिकरणप्रमेयत्ववान् इति सम्यक् तावदेव पठितम् ए रामप्रिय भगिनि बुद्धं वा प्रश्नः अस्ति वा भगिनि आं महोदय प्रश्नमस्ति इति मन्ये पुनः न तत्र पदं पदम् अनुपदं पद पठामश्चेत् साधुवेव खलु तदेव ते केवलं दीर्घशैल्या ते वदन्ति मिलित्वा मिलित्वा वस्तु सरलमेव अस्तु तर्हि विरमामः वा धन्यवादः शुभरात्रिः पुनर्मिलामः